वदतु भगिनि. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः. मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्. वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं श्रीकृष्णं वन्दे जगद्गुरुं श्रीकृष्णं वन्दे जगद्गुरुं. नमो नमः. धन्यवादः भगिनि. नमस्कारः सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषये अस्ति तत्र स्वरूपमहोदयस्य करपत्रस्य पठनं. तत्र स्वरसन्देहे विषये करपत्रम् अस्ति. तस्मिन् करपत्रे वयं तत्र सवर्णदीर्घसन्धिः अपि तत्र गुणसन्धिः अपि वृद्धिसन्धिः तेषां तत्र अवलोकनं कृतवन्तः. अपि अस्माकम् अवलोकनं नाम तत्र परिचयत्वेन नाम कीदृशानि सूत्राणि सन्ति तत्र इति एव तत्र अस्माकं तत्र कार्यमस्ति. तत्र साक्षात् तत्र दीर्घव्याकरणरीत्या तत्र सर्वं तत्र तेषाम् अवलोकनम् अपि विवरणम् इति इदानीं तत्र अस्माकं स्तरे तत्र तद् न कर्तुं शक्नुमः. यतोहि तत्र तेषां सम्यक् अवगमनार्थं तत्र पाणिनेः सूत्राणां तत्र अष्टाध्यायेः तत्र किं किम् अस्ति बहु किमपि अपेक्षितम् अस्ति. अतः तत्र तत् अनन्तरं यदि भवती समीचीनम् इति मन्ये इदानीं मास्तु. इदानीं केवलं परिचयत्वेन तत्र स्पर्शः तत्र किञ्चित् तस्य रुचिः तत्र कथम् अस्ति इति एव अस्माकं कार्यमस्ति अत्र. अतः तत्र अग्रे एण्ड् सन्धिः इति विषयः. तर्हि तत्र नरेश् महोदय आरम्भं करोति वा? सुजाता भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. तत्र करपत्रे स्मः. यन् सन्धिः यन् सन्धिः इको यनचि इकः स्थाने यन् आदेशः स्यात् अचि परे संहितायां विषये. इकः यन् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इयेयम्. सवर्णचि परे अकः सवर्णे दीर्घः इत्यनेन यन् बाधितम्. इकः षष्ठ्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदं सूत्रं. संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम्. अत्र सूत्रमस्ति इको यनचि. इको यनचि किं वदति? इकः स्थाने यन् आदेशः भवति यदि परे अच् वर्णः अस्ति. एकः स्थाने असवर्ण अच् वर्ण अस्ति चेत् तत् भवति. यदि सवर्ण अस्ति एकः परे तदा तु अकः वर्णे दीर्घः भवति, अतः तत्तु बाधितम् अस्ति. तत्र तेन बाधितम् अस्ति भवति. तेन बाधितं यण् सन्धिः सवर्णदीर्घसन्धिः यः अस्ति तेन बाधितम् अस्ति. बाधितम् अस्ति. एकः स्थाने यन् आदेशः भवति परे असवर्ण अच् वर्णः अस्ति चेत् तत्र इकः अनुवृत्तिसहितसूत्रम् इकः यन् इकः षष्ठि. षष्ठि नाम स्थाने. स्थाने अतः इकः स्थाने अपि यण् इति प्रथमान्तं. तर्हि तत्र प्रथमान्तं नाम प्रथमविभक्ति भवति आदेशः भवति अथवा आगमः. आगमः नामकरणम् अत्र तु आदेशः. अचि इति सप्तमी अस्ति, सप्तमी अस्ति यदा परे अच् वर्णः अस्ति चेत् तत्र पूर्वं कार्यं भवति, पूर्वकार्यं भवति, पूर्वकार्यं कार्यं तस्मात् पूर्वम् अस्ति इति कृत्वा पूर्वकार्यम् अस्ति, अतः तत्र अच् इति कार्यस्य अनन्तरम् अस्ति, अतः अच् इति तत्र कार्यस्य अनन्तरम्, अतः अच् इति सप्तम्यन्तं, सप्तम्यन्तं अपि संहितायाम् इति तस्य अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रम् इकः यन्सहितसूत्रम् इकः यन् संहितायां, संहितायां तर्हि इकः भवेत् अग्रे तत्र परकार्यम् इकः भवेत्, पूर्वकार्यम् असवर्ण अच् अच् भवेत्, अच् भवेत् तदा तत्र यण्सन्धिः भवति। उदाहरणार्थम् उदाहरणमस्ति योग अपि, अत्र एको यनचि किं करोति, यदि तत्र अन्ते इकारः अस्ति अपि च अपि तत्र आदौ अकारः अस्ति, इकारस्य उकार इकारस्य अका परे अकारः अस्ति, अतः ई स्थाने यकारः आगच्छति। समीचीनं महोदय, तत्र ईक् प्रत्याहारे के के वर्णाः सन्ति? एक प्रत्याहारे इ उ रि रि अस्ति, अपि तत्र यण् प्रत्याहारे, यण् प्रत्याहारे, यण् प्रत्याहारे य व र ल, अतः क्रमशः अतः क्रमशः तत्र इक् वर्णस्य इक् प्रत्याहारे ये वर्णाः सन्ति तेषां स्थाने य भवति, उ स्थाने व भवति, रि स्थाने र भवति, रि स्थाने ल भवति, ल भवति, क्रमशः भवति, क्रमशः भवति। समीचीनं महोदय, अस्तु धन्यवादः। अस्तु इदानीम् अग्रे तत्र उमा मीनाक्षी भगिनी अग्रे पठति वा? क्षम्यताम् अन्म्यूट् कृते समयः, चिन्ता मास्तु, चिन्ता मास्तु भगिनि। अस्तु ओके, इदानीं किं यान्तवान्तादेशसन्धि, यान्तवान्तादेशसन्धि ओके, अत्र एचो यवायावः 677 एचः इत्युक्ते ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ अव् आय् आव् इत्यादेशाः भवन्ति अचि परे, क्रमेण इत्युक्ते यथा सङ्ख्यम् अनुदेशसमानां 1-3-10 इति परिभाषासूत्रस्य साहाय्येन ऐ च अव् च आय् च अव् आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः एचः षष्ट्यन्तम् अयवायावः प्रथमान्तं द्विपदमिदं सूत्रम् इको यणचि 6176 इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायां 6171 इत्यस्य अधिकारः, अतः अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम्। पर्याप्तं वा अग्रे अपि पठामि? हा तावत् तावत् वदतु भगिनि। तत्र एचो यवायावः अत्र सन्धि तु अस्ति, सन्धिविच्छेदं कुर्मः चेत् एचः अयवायावः इति पदद्वयं वयं प्राप्नुमः, तदनन्तरम् एच् प्रत्याहारे ए ओ ऐ औ इति वर्णाः सन्ति, तदनन्तरम् अयवायावः एतस्य विभजनं कुर्मः चेत् ऐ अव् आय् आव् इति मिलति. समीचीनं भगिनि. तत्र किमस्ति क्रमेण इत्युक्तं यथा स्था यथा सङ्ख्यम् अनुदेशसमानाम् एतस्य सूत्रस्य आधारेण इक्वल् इक्वल् कुर्मः. ए ओ ऐ औ क्रमेण ऐ अव आय् आव् इति रिप्लेस्मेण्ट् इति भवति. समीचीनम्. इदानीं विभक्ति विभक्त्यानुगुणं पश्यामः. एचः षष्ट्यन्तम् अतः एच् प्रत्याहारवर्णानां स्थाने अयवायावः प्रथमान्तं ततः किमपि चूस् करणीयं यथा सङ्ख्यम् अनुदेशसमानाम् एतस्य आधारेण. अनन्तरं तेषां तत्र तयोः मध्ये एकस्य आदेशः आदेशः भवति आदेशः भवति प्रथमान्तम् इति कृत्वा. समीचीनम्. ओके. तदनन्तरं सूत्रं तु सम्पूर्णं नास्ति अतः तदर्थं किमस्ति इको यणचि इति सूत्रात् अचि इति पदं स्वीकुर्मः अनुवृत्तिरूपेण. तदनन्तरं संहितायाम् इति अधिकारः अस्ति एव. अतः सूत्रसम्पूर्णं कथं भवति एचः अयवायावः अचि संहितायाम् इति भवति. समीचीनं समीचीनं. तत्र अत्र प्रश्नः उदेति तत्र यथा पूर्वं तत्र यण् सन्धेः विषये तत्र बाधितम् अस्ति अकः सवर्णे दीर्घः इति तादृशबाधा अत्रापि भवति वा भवति वा न 100% न जानामि परन्तु कुत्रापि अहं दृष्टवती आद्गुणः तत्र तु अचि परे इति उक्तम् अस्ति. सत्यं वा न जानामि. किन्तु तत्र किमस्ति तत्र सवर्णे दीर्घः इति अस्ति खलु तत्र तत्र दीर्घः इति तत्र यदि तत्र किं तत्र स्वरस्य लघु अपि दीर्घः अस्ति चेदेव तत्र दीर्घः इति वक्तुं शक्नुमः. किन्तु ए ओ स्वयमेव दीर्घाः एव सन्ति विषयमेव नास्ति. ह्रस्व इति विषयः एव नास्ति. अतः एव तत्र तस्य कार्यम् अत्र नास्ति इति इति मतम् इति मन्ये. महोदय तत्र फलितः अर्थः इकः यण् स्यात् असवर्णे अचिपरे इति अकः इकः किं तत्र अकः सवर्णे दीर्घः इति उक्तत्वात् यदि एकक्षणं महोदय तत्र इकः स्थाने यण् आदेशः स्यात् अचिपरे समीतांशे इकः यण् स्यात् अवर्णे असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः असवर्णे इति सवर्णे अचिपरे अकः सवर्णे दीर्घः इत्यनेन यण् बाधितं. यतोहि तत्र अचि इति स्वीकृतं सूत्रे अचिपरे इकः स्थाने यण् आदेशः भवति इति. किन्तु फलितः अर्थः अस्ति इकः स्थाने एव इति. यतोहि अकारः स्वीकृतः चेत् तत्र सवर्णस्य यदि इकारस्य पुरतः सवर्णः आगच्छति इक् इत्यस्य पुरतः सवर्णः आगच्छति चेत् तदा अकः सवर्णे दीर्घः इत्यस्य कार्यमेव भवति तत्र न तु सत्यं. तत्तु सत्यं भगिनि. नाम तत्र यण् सन्धिविषये तत्र बाधा भवति खलु. नाम सन्धेः सत्यं तत्र तस्य अधिक तस्य एव तत्र बलम् अस्ति इति कृत्वा तस्य कार्यं भवति अत्र. किन्तु यान्तावान्तदेशसन्धेः मध्ये तादृशं बाधा अस्ति इति न उक्तम् अतः यान्तावान्तदेशसन्धेः मध्ये अपि तत्र बाधा अस्ति न वा अथवा नास्ति इति कृत्वा तस्मिन् विषये किमपि न उक्तम् इति प्रश्नः तावदेव. अस्तु तत्र एचः इति कृत्वा तत्र एच् तत्र तु सर्वे वर्णाः तत्र दीर्घवर्णाः सन्ति खलु. हा सत्यं सत्यं. हा तत्र एकमेव रूपम् अस्ति तत्र तत्र अ इ उ तत्र तु तत्र अनेके तत्र ह्रस्व दीर्घ इति वक्तुं शक्नुमः किन्तु हा खलु. नाम अ इ उ ऋ तत्र ह्रस्व अपि दीर्घ अस्ति किन्तु तत्र ए ओ ऐ औ तत्र तु ह्रस्व दीर्घ इति किमपि नास्ति खलु एकमेव रूपमस्ति तेषां वर्णानाम्. इत्युक्ते तत्र एचः एव स्थाने अतः तत्र बाधा भवति चेत् तस्य तत्र अग्रे अग्रे भवति इति अग्रे भवति एङ्गः पदान्तादति इत्यनेन यान्तावान्त इत्यस्य अपवादः भवति भवति. अस्तु अस्तु किन्तु सवर्णदीर्घसन्धेः तत्र तत्र प्रसक्तिः नास्ति नास्ति इति एव मम प्रसक्तिः नास्ति. अस्तु अस्तु तावत् अस्तु धन्यवादः. एतत् न ज्ञातवान्. अस्तु समीचीनम्. अस्तु तर्हि मम मीनाक्षी भगिनी धन्यवादः. तत्र अग्रे शुभभगिनी भवती एव अग्रे पठति वा उदाहरणं वा उदाहरणम् अपि लोपः इति. आं महोदय. निष्ठे योगः इच्छा इति स्थित्याम् एचो यवा यावः इति सूत्रेण तत्र निष्ठे इत्यस्य एकारस्य पृथक्करणं कुर्मः चेत् निष्ठ योगः ए तस्य स्थाने ऐ आदेशः भवति. योगः इच्छा योगः निष्ठ इच्छा इति अन्तिमरूपं निष्पद्यते. तत्र एकारस्य इदानीम् एचः अयवायावः इति सूत्रेण उक्तम् अतः तत्र इत्युक्ते एकारस्य स्थाने ऐ ओकारस्य स्थाने औ ऐकारस्य स्थाने आय् औकारस्य स्थाने आव् इति दृष्टवन्तः. अतः इदानीं तत्र एकारस्य स्थाने ऐ इति आदेशः भवति अतः निष्ट योगः ऐ निष्टै इति भवति. इदानीं निष्टै योगः इच्छा अस्ति चेत् यकारः योगः इकारः इदानीं निष्ठै इच्छा इति तत्र वर्णमेलनम् अन्ते निष्ठ इच्छा इति भवति. गुरौ योगः आदरः इति अग्रिमम् उदाहरणम् अत्र औकारः दृश्यते गुरौ इत्यस्य अन्ते अतः औकारस्य स्थाने यथा पूर्वं तत्र आय् इति आदेशः भवति. पूर्वं दृष्टम् आय् इति आदेशः अतः गुर् इति तत्र औकारस्य पृथक्करणेन गुर्योगः औ औ स्थाने आव् इति आदेशः अतः गुराव् इति भवति. गुराव् योगः आदरः. इदानीं वकार आकारयोः योगः गुरावादरः इति वर्णमेलनेन रूपं निष्पद्यते. इदानीम् अन्यत् सूत्रमस्ति तत्र लोपः शाकल्यस्य इति. इत्यनेन विकल्पेन यकारवकारयोः लोपः भवति. निष्ठ इच्छा गुरा आदरः इति ततः अग्रे च सन्धिः न भवति. सूत्रम् अस्य करपत्रस्य अन्ते लभ्यते अपि च सम्पूर्णविवरणम् अस्मिन् पाठे इति तत्र लिङ्क् दत्तमस्ति. हल् सन्धेः सूत्रसहितदृष्टिः. हा वयं तत्र लिङ्क् अस्मिन् इति पदं नोदयित्वा ज्ञातुं शक्नुमः. लोपः शाकल्यस्य इति सूत्रेण विकल्पेन यकारवकारयोः लोपः यथा तत्र निष्ठ इच्छा इत्यस्य निष्ठ इच्छा इति एकं रूपं भवितुम् अर्हति. विवक्षा तादृशः नास्ति, तादृशी नास्ति चेत् निष्ठ इच्छा इत्येव इत्यस्य एव उपयोगं कर्तुं शक्नुमः. तथा एव गुरवादरः इति रूपं निष्पन्नं तत्र, तदपि समीचीनं. नो चेत् विवक्षा नास्ति चेत् तादृशस्य रूपस्य लोपशाकलस्य इत्यनेन यकारस्य लोपं कृत्वा गुरा आदरः इति रूपं प्राप्तुं शक्नुमः, तदपि समीचीनम् अस्ति. अपि तदनन्तरं तत्र सन्धिः न भवति, नाम सन्धिः न भवति. हा, तत्र निष्ठ इच्छा इति यदि तत्र लोपः कृतम् इति न जानीमः चेत् सन्धिः भवितुम् अर्हति, किन्तु तत्र रूपं दृष्ट्वा स्मर्तव्यं भवति तत्र पूर्वं यकारः आसीत् इति. अपि च गुरा इत्यस्यां स्थित्यां तत्रापि यकारः आसीत्, वकारः आसीत्, क्षम्यतां, वकारः आसीत् इति स्मर्तव्यं भवति. भवति इति अस्ति, समीचीनं भवति. अतः तत्र अस्तु, तर्हि तत्र इदानीं तत्र यान्तावान्तासन्धिः मध्ये तत्र सूत्रं तत्र एचो अयवा यावः इति सूत्रमस्ति. तदनन्तरं तत्र लोपः शाकल्यस्य तस्य सूत्रस्य अपि तत्र कार्यम् अत्र भवति. समीचीनं, धन्यवादः भगिनि. अस्तु, अग्रे तत्र, धन्यवादः भगिनि. अग्रे तत्र सुजाता भगिनी अग्रे पठति वा? आं महोदय. पूर्वरूपसन्धि यान्तावान्तदेशसन्धि अपवादः सूत्रमस्ति. एङः पदान्तादि पदान्तात् एङ् वर्णात् अचिपरे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः स्यात्. पदान्ते इति परे पूर्वरूप एकादेशः स्यात्. इदं सूत्रम् एचो यवायावः इच्छस्य अपवादः. एङः पञ्चम्यन्तं पदान्तात् पञ्चम्यन्तम् अस्ति सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अमि पूर्वः इच्छस्मात् पूर्वः इच्छस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इच्छनयोः अधिकारः. अनुवृत्तिसहितसूत्रं पदान्तात् एङः अति पूर्वपरयोः एकः पूर्वसंहितायाम् एङः पदान्तात् एङ् वर्णात् अचिपरे पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति. पदान्ताङ्गे इति पररूपम् अस्ति चेत् तस्य स्थाने पूर्वरूपमेव आदेशः भवति. एचो यवायावः तत्र एङ् इति प्रत्याहारे के के वर्णाः सन्ति? एङ् प्रत्याहारे ए ओ ऐ औ न न एङ् मध्ये केवलम् ए ओ भवति. किं भगिनि? एङ् प्रत्याहारे ऐ तावदेव ए ऐ ऐ भवति. ए ओ इति भवति. ए ओ आं भगिनि, ऐ क्षम्यताम्, ए ऐ इति न, ए ओ क्षम्यताम्. हा, ए ओ तदनन्तरं तत्र ऐ औच् इति अस्ति खलु. हा, तर्हि ऐ औच् अन्य तत्र सूत्रम्, अन्यत् सूत्रं भवति. किन्तु हा, तर्हि एङ् मध्ये तत्र ए ओ एव अस्ति. ए ओ भवति. तत् यवायावः पदान्तात् बाधा भवति. ये स्थाने एचो यवायावः इत्यनेन ऐ आदेशः भवति तत् न भवति, पूर्वरूपमेव तिष्ठति. तत्र अति इति अस्ति. अति नाम किम् अस्ति? अचि पदान्तात्, न न पदान्तात् अति, अति इति अस्ति खलु. अत् इत्युक्ते पूर्वम् उक्तमस्ति, अत् नाम किम् इति. हा तत्र न जानामि महोदय. अत् एङ् गुणः इति अस्ति खलु. अत् एङ् गुण अत् अकार हस्व अकार. हा उत्तमं भगिनि. हा उत्तमं भगिनि. हा तदेव अस्ति. हा उत्तमं. हा अतः तत्र नाम तत्र भूकारः भवति चेत् तत्र तत्र परः परः स्वकारः अस्ति चेत् तस्य पूर्वरूपमेव तिष्ठति. आनै हा नाम तत्र वयं तत्र अकारस्य स्थाने तत्र तत्र किम् अस्ति तत्र चिह्नं, चिह्नस्य नाम किं अवग्रह अवग्रहचिह्नं तत्र लिखामः इति अस्ति. समीचीनं भगिनि. हा अस्तु. अतः तत्र हा तर्हि तत्र एङ्गः इति तत्र षष्ट्यन्तं क्षम्यतां पञ्चम्यन्तं. पञ्चम्यन्तं नाम तत्र किमस्ति? पञ्चमी इत्युक्ते परकार्यं नाम तत् हा कार्यम् अनन्तरं भवति. तदनन्तरं तत्र एति इति अस्ति. एति नाम सप्तमी. अति क्षम्यताम् अति अति अति इति सप्तमी. अति इति सप्तमी. तर्हि पदान्तात् हा पदान्तात् इति अपि पञ्चम्यन्तम्. अति इति सप्तम्यन्तं त्रिपदमितं सूत्रं. हा अस्तु. तर्हि तत्र पूर्वरूपमेव भवति इति पदान्तात् एङ्गः अति पूर्वपरयोः एकः पूर्वं संहितायां संहितायां पूर्वपरयोः तत्तु षष्टिः खलु. तत्र तयोः स्थाने एकः पूर्वः भवति पूर्वरूपम् इति एव. हा इति भवति. अस्तु अस्तु समीचीनं भगिनि. अस्तु हा धन्यवादः. अस्तु तर्हि अस्तु इदानीम् अग्रे सरामः. तर्हि तत्र अग्रे निवेदित भगिनी अग्रे पठति वा? आम् एङ्गीपररूपं 6193 अवर्णान्तात् उपसर्गात् एङ्गादौ धातौ परे पूर्वपरयोः स्थाने पररूपम् एकादश्यः स्यात्. अवर्णान्तात् उपसर्गादेङ्गादौ धातौ परे पररूपम् एकादेशः स्यात्. वृद्धिसन्धेहे अपवादः. धातोः आदौ एकारः अथवा ओकारः चेत् एङ्गादिधातुः. एङ्गी सप्तम्यन्तं पररूपं प्रथमान्तं द्विपदमिदं सूत्रम् आत् गुणः 6186 इत्यस्मात् आत् इत्यस्य अनुवृत्तिः. उपसर्गात् धृतिधातौ 6190 इत्यस्मात् उपसर्गात् धातौ इत्यनयोः अनुवृत्तिः. एकः पूर्वपरयोः 6183 संहितायां 6171 इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् उपसर्गात् एङ्गि धातौ पूर्वपरयोः एकं पररूपं संहितायाम्. प्र अधिकम् एजते एङ्गिपररूपं 6194 इत्यनेन पूर्वपरयोः पररूपं एकादेशः. प्र अधिक ए अधिक जेत जते प्रेजते. उप अधिक ओषति एङ्गीपररूपं 6194 इत्यनेन पूर्वपरयोः पररूपम् एकादेशः. उप अधिक ओ अधिक शति उपोषति. हा तावत्पर्यन्तं तावत्पर्यन्तं. एङ्गिपररूपम् अवर्णान्तात् उपसर्गात् अत्र प्रेजते मध्ये प्र अधिक अ प्र उपसर्ग अस्ति खलु एजते उपसर्ग अस्ति हा एजते एङ् मतलब् ए तथा ओ मतलब् एङ् प्रत्याहारस्य वर्णः ए तथा ओ आगच्छति अवर्णान्तात् उपसर्गात् साधारणतया किं कुर्मः तत्र अकारः एकारः अस्ति चेत् ए इति ए पररूप आदेशः एकादेशः भवति अकारः एकारः हा हा अकारधातु वृद्धि भवति किन्तु तत्र वृद्धिसन्धिः नास्ति नास्ति नाम तथा एव तथैव अपवादः अस्ति अतः एतद् एषः सन्धिः अपवादः अस्ति एकारः मतलब् केवलं यत्र यत्र उपसर्गः आगच्छति तत्र केवलं हा इति अपि तत्र पेज् 22 मध्ये यदि पश्यामः तत्र शिवाय ॐ नमः इति तत्रापि तत्र शिवाय ॐ नमः इति तत्रापि किञ्चित् दत्तमस्ति हा किन्तु साधारण तत्र आधिक्येन तत्र उपसर्गस्य सन्दर्भे एव एतस्य तस्य कार्यमस्ति इति मन्ये हा अवर्णान्तात् उपसर्गम् अधिकम् ए तथा ओ आगच्छति तदा पररूपम् एकादश्यः स्यात् भवति अतः तत्र उपसर्गात् किङ्गादौ धातौ एव अतः उपसर्गः अपि धातुः यदा भवति तत्र एव एतस्य कार्यम् अस्ति सन्देहः अपवादः अपवादः अस्ति धातौ आदौ एकारः अथवा ओकारः चेत् एङ्गादिधातुः एङ् प्रत्याहार ए तथा ओ तदनन्तरं तर्हि धातुः भवेत् एङ्गादिधातुः भवेत् तदैव एतस्य कार्यम् अस्ति अपि एङ्गि इति अस्ति तदस्ति सप्तम्यन्तं नाम सप्तमी परकार्यं पररूपं प्रथमान्तं द्विपदं सूत्रं द्विपदं सूत्रमस्ति आद्गुणः 6186 इत्यस्मात् आत् इत्यस्य अनुवृत्तिः आत् मतलब् ह्रस्व अकारः वा न तत्र दीर्घ दीर्घ आकारः आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः दीर्घ आकारस्य अनुवृत्तिः तत्र पञ्चमी विभक्ति उपसर्गात् पञ्चमी अस्ति किन्तु दीर्घ आकारः एव तत्र आत् गुणः परन्तु ह्रस्व आकारः अस्ति चेत् अपि तत् भवति प्र तत्र ह्रस्वकारः अस्ति प्रयोग एजते अतः दीर्घकारः उप तथा उपप्लाधिकम् औषधिमध्ये अपि आत् केवलं पञ्चमी अस्ति तत् अवर्णान्तात् इति अस्ति एव अवर्णान्तात् उपसर्गात् एकादौ क्षणता उप अधिकम् औषधिमध्ये अपि उप अवर्णान्तात् अस्ति ह्रस्व अस्ति खलु अतः तत् पञ्चमी अस्ति न तु तत् वर्णमस्ति आकारः अस्ति. उपसर्गातृतीधातौ इत्यस्मात् उपसर्गात् धातौ इत्यनयोः अनुवृत्तिः. प्रथमपदम् उपसर्गमस्ति तथा द्वितीयं धातुः अस्ति. एकपूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् उपसर्गात् एङ्गिधातौ पूर्वपरयोः एकं पररूपं संहितायाम् अ अधिकम् ए तत्र एकादेशः परः पररूप एकादेश ए इति भवति तथा अ अधिकम् ओ पररूप एकादेशः ओ इति भवति. इति भवति समीचीनं. हा तावदेव. अपि तस्य रूपं यथा तत्र पूर्वरूपसन्देहरूपं कथं यथा अस्ति तथैव एतदपि अस्ति खलु. तत्र पदान्तात् नाम यस्य अनुवृत्तिः भवति अधिकारः भवति एतत् सर्वं पूर्वरूपसन्देहे इव अस्ति खलु. तत्रापि तत्र पूर्वपरयोः संहितायाम् इति अधिकारः अपि तत्र पूर्वः इति तत्र तत्र पूर्वः इति तस्य अनुवृत्तिः आसीत्. हा अत्र अधिकारः समानः अस्ति. हा अस्तु अस्तु अस्तु भगिनि समीचीनं. हा इदानीं तत्र प्रश्नः अस्ति अत्र सम्पूर्णसूत्रे आत् उपसर्गात् एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम्. अतः सूत्रं केवलं धातुविषये अप्लिकेबल् अस्ति वा? हा इति मन्ये भगिनि. हा इति एव अस्ति. तदनन्तरं यदि तत्र वयं गीताप्रवेशं पश्यामः तत्र शिवाय ओं नमः इति अपि दत्तमस्ति खलु. तत्तु धातुः नास्ति खलु. नमः धातु नास्ति न न न न अतः समीचीनम्. अतः एतावत् तत्र एङ्गी पररूपम् इति तस्य विवरणं यद् दत्तमस्ति तत् केवलं यत्र धातुः अस्ति उपसर्गः अस्ति तत्र एव एतस्य कार्यम् अस्ति खलु. आत् कस्मिन् किं विभागे आगच्छति? उपसर्गात् एङि धातौ पूर्वपरयोः. ओके देट् इस् वन् पार्ट्. आत् कुत्र आगच्छति? तत्र तु दीर्घ आकारः अस्ति न. आत् गुणः इति तत्र दीर्घ आकारः नास्ति. तत् आत् उपसर्गात् विषय अस्ति. उपसर्ग यः अस्ति तत्र अन्ते उपसर्ग अन्ते अकारः अस्ति. अकारः अस्ति चेत् तत्र आत् दत्तमस्ति. पञ्चमी अस्ति आत् उपसर्गात्. उपसर्गे अन्ते अकारः अस्ति अतः आत् उपसर्गात् अस्ति. अग्रे एङ्गी धातौ आदौ ए अथवा ओ अस्ति. तत् विषय अस्ति. न अवगत नाम भगिनि तत्र वदतु भगिनि. केवलं चत्वारः उपसर्गाः एव अवा आ प्र अप अव आव. क्षम्यताम् अप अव उप प्र केवलं चत्वारः उपसर्गाः एव अवर्णन्तात् अस्ति सन्ति. समीचीनं. पदविभगिनि धन्यवादः. हा तर्हि तत्र उमामीनाक्षी भगिनी नाम तत्र आत् उपसर्गात् इति तत्र पञ्चमी खलु. पञ्चमी अस्ति. पञ्चमी अस्ति नाम तत्र पूर्वकार्यं नाम प्रथमवर्णः सन्धिकार्ये खलु. एकनिमिषम्. आत् यदस्ति तत् अकारस्य पञ्चमी विभक्ति अस्ति वा? हा अत् अत् इति तस्य पञ्चमी अस्ति वा इति मन्ये. अत् इति तस्य पञ्चमी अस्ति खलु अत् तत्र अवर्णस्य पञ्चमी अत् ओके अतः अत्र दीर्घ आकारस्य उल्लेखः एव नास्ति नास्ति नास्ति नास्ति ओके इत्युक्ते अकारेण किम् अन्ते उपसर्गस्य उपसर्गस्य अकारः भवितव्यम् अनन्तरं तदनन्तरं धातु यदस्ति तत् एङ् वर्णेन आरम्भं भवितव्यं तदा एव एतस्य सूत्रस्य अवकाशः अस्ति वा सत्यं सत्यं भगिनि एकार अथवा ओकार एकार हा एकार ओकारः अस्ति चेत् एतस्य भवति समीचीनं तदेव अस्ति भगिनि धातोः आदौ एङ् वर्णः उपसर्गस्य अन्तिम अकारः तत्र क्रियापदं दत्तं वस्तुतः प्रा एजते एजते इति धातुरूपी अस्ति किन्तु लट्लकाररूपम् अस्ति आदौ एकारः अथवा ओकारः भवेत् अपि च उपसर्गस्य अन्ते अकारः भवेत् इति एव तदा एव एतत् कार्यं करोति अतः किमस्ति एङि पररूपं सूत्रस्य अवकाशः केवलं धातुयोग उप न उपसर्गयोगधातोः विषये आगच्छति प्रथमम् उपसर्ग अपि अकारेण किम् अकारान्त उपसर्गः भवेत् उपसर्गस्य अन्तिमवर्णः अकारः धातोः आदिमवर्णः एङ् वर्णः एङ् प्रत्याहारस्य किमपि वर्णः तदा एव एङि पररूपम् एतस्य उपयोगं कर्तुं शक्नुमः इति अस्ति भगिनि इति अस्ति तदेव अस्ति ओ अतः एतत् जनरल् सूत्रं नास्ति सूत्रं भवति आमामामाम् अपि एतत् एषः सन्धिः वृद्धिसन्धेः अपवादः अस्ति अपवादः ओन्लि इन् दिस् कण्डिशन् हा हा सत्यं हा केवलं यत्र उपसर्गः अपि धातुः अथवा क्रियापदं तदा एव एतस्य कार्यं भवति बहु न्यूनमस्ति अस्य क्षेत्रं किन्तु अत्र अपि तत्र यथा तत्र गीता प्रवेशे तत्र अग्रिमं तत्र उदाहरणत्रयं दत्तं खलु तत्र पेज् 22 मध्ये प्र एजते इति प्रथम उदाहरणं द्वितीय उदाहरणम् उप ओषति एतदेव स्वरूपमहोदयेन स्वीकृतम् इदानीं तृतीय उदाहरणमस्ति तत्र शिवाय ॐ नमः इति अपि सूत्रं तत्र उदाहरणमस्ति इदानीं तस्य विषये किम् अस्ति इति अग्रे तस्य विवरणम् अग्रे भवति अतः तत्र बहु किमपि अत्र अस्ति पश्यामः पठामः तत्र सर्वं परिचयत्वेन नाम तत्र सूत्रं कीदृशं भवति तत्र व्याकरणकार्यं कीदृशं भवति इति पश्यामः तावदेव अस्तु तर्हि तत्र निवेदितभगिनी धन्यवादः इदानीं तत्र पल्लवी भगिनी भवती एव तत्र अग्रे पठति वा तत्र पररूपसन्देहे विवरणं पठितवन्तः इदानीं पररूपसन्देहे पुनः अपवादः इति दत्तमस्ति एतेध्यत्सु 6188 अवर्णात् एच् आदि इण् धातौ एद् धातौ ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात् अवर्णात् एज् एज् एधो रेत्येध्यत्यो रुट्ठि च परे वृद्धिरेकादेशः स्यात् एङ्गीपररूपं 6193 इत्यस्य अपवादः अत्र एच् इति इङ् एध इत्यनयोः विशेषणम् एति एधति सुबन्तरूपाणि इक्ष इक्षितपौ धातुनिर्देशे इति वक्तव्यं 33108 अन्तर्गते इति वार्तिकेन धातुनिर्देश स्टिप् प्रत्ययो भवति. क्षम्यतां, न अवगतं किमपि. न न न, मम अपि अवगमनं बहु न्यूनमस्ति भगिनि. अनेन इ अधिक स्टिप् एति, एध अधिक स्टिप् एधति, एतिश्च एधतिश्च ऊठ् च तेषाम् इतरेतरद्वन्द्वः एत्येद्युत्सु एत्येद्युठः तेषु एत्येद्युत्सु एत्येद्युत्सु सप्तम्यन्तम् एकगदमिदं सूत्रम्. आद्गुणः 6186 इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, वृद्धिरेचि इत्यस्मात् वृद्धिः एचि इत्यनयोः अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् एचि एत्येध्यत्सु एकः पूर्वपरयोः वृद्धिः संहितायाम्. नाम तत्र प्रथमतया तत्र सरलरूपेण चिन्तयामः, तत्र वयं किम् उक्तवन्तः, तत्र अयोगः ए अस्ति चेत् नाम तथा एव इति अस्ति चेत् वयं वदामः अस्तु अस्तु वृद्धिसन्धि तथैव इति भवति खलु. आयोगः ए अस्ति चेत् सन्धि कृत्वा ऐकारः भवति खलु, तथा योगः एव तथैव. किन्तु अत्र किम् उक्तमस्ति, पूर्वरूपसन्धिः सन्दर्भे वयं पठितवन्तः अस्तु अस्तु सूत्रस्य बलेन तत्र केषुचित् सन्दर्भेषु वृद्धिसन्धिः न भवति खलु. यत् प्रयोगः एजते तत्र प्रयजते इति एव अस्ति, न तु प्रयजते. इदानीं पुनः वदामः अस्तु अस्तु तत्र केषुचित् सन्दर्भेषु वृद्धिसन्धिः कार्यं न करोति, किन्तु तस्मिन् क्षेत्रे अपि कुत्रचित् कार्यं वृद्धिसन्धेः कार्यं करोति, नाम अपवादस्य अपवादः इति. अतः प्रथमतया तत्र एकवारं तत्र उदाहरणानि पठतु भगिनि, तदनन्तरं तत्र सूत्रस्य अवगमनं किम् अस्ति इति पश्यामः. उप अधिक एति पररूपं प्रबाध्य उप इति, प्र अधिक एधते पररूपं प्रबाध्य प्रैधते, पृष्ठ अधिक ऊहः गुणसन्धिं प्रबाध्य पृष्ठौहः, आहत्य एत्यद्युत्सु एङ्गिपररूपम् इत्यस्य अपवादः एङ्गिपररूपं, रुधिरेचि इत्यस्य अपवादः रुधिरेचि, आद्गुणः इत्यस्य अपवादः. यथा उप अधिक एति वृद्धिरेचि इत्यनेन वृद्धिः वृद्धि आदेशं प्रबाध्य एङ्गिपररूपम् इत्यनेन पररूपम्, एङ्गिपररूपं च प्रबाध्य इत्यद्युत्सु इत्यनेन वृद्धिः उपैति. तर्हि नाम तत्र उप एति इति तत्र वृद्धिसन्धिः कार्यं करोति इति चिन्तयामः, वृद्धिसन्धिः कार्यं करोति इति चिन्तयामः. उप एति वृद्धिरेचि इति तस्य कार्यमेव भवति इति चिन्तयामः, किन्तु तत्र प्रबाध्य तस्य कार्यं तत्र मास्तु इति एङ्गिपररूपं वदति, वृद्धिसन्धेः कार्यम् अत्र मास्तु इति वदति, किन्तु एङ्गिपररूपं कार्यं कर्तुम् इच्छति तदा किं भवति, एत्येद्युट्सु इति सूत्रं वदति अस्तु अस्तु एङ्गिपररूपं त्वमपि अत्र कार्यं मा न करोतु इति उक्त्वा पुनः तत्र वृद्धिरेचि इति तस्य एव पुनः कार्यं तस्मै एव कार्यं ददाति, अतः वृद्धिरेचि इति कार्यं कृत्वा उपैति इति पदम् उत्पादयति. आम् तर्हि एतत् सूत्रं केवलम् इण् धातोः एत् धातोः ऊठि च परे एव सत्यं भगिनि सत्यं भगिनि. किन्तु तत्र यतोहि परिच्छेदः क्लिष्टः आसीत् खलु तत्र किं किं वदति इति, अतः प्रथमतया उदाहरणं पश्यामः तत्र नाम लक्ष्यं किम् इति अवगच्छामः. अस्तु तदनन्तरं मार्गः कः इति अवगच्छामः इति खलु भगिनि. किन्तु तत्र वृद्धिः एतेन सूत्रेण एव भवति खलु महोदय. अतः एव तत्र यत् दत्तमस्ति भगिनि नाम उपयोगः इति इति तत्र अन्तिमवाक्यं पुनः पठतु पल्लवी भगिनि. तत्र उपयोगः इति वृद्धिरेचि इति इत्यनेन इति आरभ्य तत्र अन्तिमवाक्यं तत्र यत् भवती पठितवती. उप अधिक एति वृद्धिरेचि इत्यनेन वृद्धि वृद्धि आदेशं प्रबाध्य एङ्गिपररूपम् इत्यनेन पररूपं. तर्हि प्रथमं वृद्धिः अस्ति परन्तु उप उपसर्ग अस्ति एति एङ् किमस्ति एङ्गिपररूपम् इति सूत्रेण तत्र प्रबाध्य वृद्धिं शक्नोमि नाम वृद्धि वृद्धिसन्धेः कार्यं तत्र स्थगयति बाधा बाधा भवति कार्यं मास्तु कार्यं मास्तु इति वदति एङ्गिपररूपम् इति सूत्रम्. आम् परन्तु पुनः एङ्गिपररूपं च प्रबाध्य एत्येद्युत्सु इत्यनेन वृद्धिः भवति उप इति रूपम् इति शुभगिनी नाम तत्र यत् भवती उक्तवती तदेव. किन्तु तत्र यथा केवलं यत् अत्र उक्तमस्ति तेन आधारेण अहं वदामि तावदेव नाम वृद्धिसन्धिः कार्यं कर्तुम् इच्छति किन्तु तदा एङ्गिपररूपं वदति मास्तु अहं कार्यं करोमि इति. तदनन्तरम् एङ्गिपररूपं कार्यं कर्तुम् इच्छति तदा एतद्येतत् एत्येद्युत्सु इति सूत्रं वदति मास्तु अस्मिन् प्रसङ्गे अहमेव कार्यं करोमि इति. अवर्णात् एचादि इण् धातौ एद् धातौ ऊठि च परे एव वृद्धिसन्धिः एव कार्यं कुर्यात् इति तद्वदति. आम् महोदय वृद्धिः एव भवति तत्र वृद्धिः एव भवतु इति वदति. अतः तत्र एङ्गिपररूपम् इत्यस्य बाधा अन्यत्र भवतु किन्तु अस्मिन् प्रसङ्गे बाधा मास्तु इति वदति. अतः तत्र अपवादस्य अपवादः यत् उक्तं तस्य आधारेण अहं वदामि तत्र. आम् महोदय तस्य पुनः अपवादः इति अन्यत् किमपि अत्र न जानामि. अस्तु इदानीं पल्लवी भगिनि इदानीं तत्र परिच्छेदे यदस्ति तद् एकवारं पठतु अन्ये अपि तत्र सहायं कुर्वन्ति अतः चिन्ता मास्तु. अवर्णात् एच् आदि इण् धातौ एक् धातौ ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्. तर्हि प्रथम पदस्य अन्तिमवर्ण अ भवति किमपि अष्टादश भेदाः सन्ति अवर्णस्य. अग्रे एच् धातु इण् धातु वा उठि उठि इत्युक्ते प्रारम्भे उ वर्णः भवेत्. तत्र एकवारं वदतु तत्र वृद्धि वृद्धिरेकादेशः स्यात् तत्र रूटि इति तत्र सप्तमी इति मन्ये चपरे इति तत्र रूटि अवर्णात् एज एध एद्योरेध्यो रूठि च परे वृद्धिरादे एकादेशः स्यात् एङ्गिपररूपम् इत्यस्य अपवादः. अत्र एज् इति इङ् एध इत्यनयोः विशेषणम् एति एदति सुबन्तरूपाणि इक्षित् इक्षितपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे स्थित् प्रत्ययो भवति. न अवगतं महोदय. तत्र शोभगिनी किमपि जानाति वा अस्मिन् विषये? तत्र तत्र इक्ष्टिपौ इति वा महोदय? इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इत्यनेन तत्र यथा तत्र सूत्रे एति इति दत्तमस्ति. एकक्षणं महोदय. तत्र एति इण् धातोः एत् धातोः इति अस्ति, किन्तु एत्येधत्यूट्सु इत्यत्र एति एध् एधति ऊट् सु इति भवति. तत्र पदच्छेदं कुर्मः चेत् तत्र यतोहि एध् धातो इण् धातोः एति इति रूपम् एध् धातोः एधति इति रूपं कृतम् अस्ति एतेन किं वार्तिकेन तत्र इक्ष्तिफौ धातुनिर्देशे इति वक्तव्यं. कुत्रचित् पाणिनिमहर्षिणा धातवः सूत्रे एतानि रूपाणि कृत्वा दत्तानि सन्ति. तत्र अतः तत्र इक्ष्तिप् इति प्रत्ययः तस्य शकारपकारयोः लोपः भूत्वा ति इति एव तिष्ठति तत्र. अतः इ इन् इत्यस्य इ योगः ष्टिप् इति प्रत्ययं योजयामः चेत् एति इति रूपं भवति. यतोहि शकारपकारयोः लोपः इ योगः ति इ इत्यस्य गुणः भूत्वा ए इति भवति, एति इति भवति. एति योगः ष्टिप् अपि तादृशमेव. ए तत्र तिका ति इति एव तिष्ठति. अतः एध् एध् तत्र अकारः अपि आगच्छति एधति. तत्र अन्यत् किमपि अस्ति तर्हि एधति इति भवति. तदस्ति इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इत्यस्य कार्यं. सूत्रेषु धातवः क्रियापदरूपेण दर्शितानि सन्ति. अतः तत्र तद् अस्ति एकः विषयः. अपि च अन्यत् किं महोदय? ओ अस्तु अस्तु. तत्र यद्यपि तत्र अस्तु एच् आदि इण् धातौ, तत्र इण् नाम इ धातु, तत्र एच् अवर्णात् एतत् सूत्रं केवलम् अवर्णात् एच् परे एच् आदि इण् धातौ एद् धातौ अपि च ऊट् इति शब्दः अस्ति. ऊट् इति भवति चेत् अग्रे तदा एव कार्यं करोति करोति. अतः तत्र सूत्रे इण् एद् ऊट् इति न उक्त्वा एति एधति ऊट् इति उक्तं. तदा समस्तपदं भवति. एति एधति ऊट् इत्यस्य एत्येधत्यूट्सु इति भवति. तत्र अन्यत्र अपि एतादृशं भवति सूत्रेषु यत्र धातवः ईदृशानि रूपाणि धृत्वा भवन्ति. अतः एतस्य सूत्रस्य अपवादः कुत्र इत्युक्ते केवलम् एचादि इन् धातोः एद् धातौ अपि च ऊट् इति शब्दे परे. अस्तु अस्तु भगिनि, समीचीनं, धन्यवादः. एतद्वयमपि अहं न सम्यक्तया अवगतवती. ऊठि किम् अस्ति? अस्ति वा तिङन्तरूपम् अस्ति, सुबन्तरूपम् अस्ति, किम् अस्ति? ऊट् इति शब्दः इति अस्ति भगिनी. अतः तत्र प्रायः शब्दः अस्ति चेत् तिङन्त नास्ति. तिङन्त नास्ति, तिङन्त नास्ति. तत्र अष्टाध्यायी डाट् काम् मध्ये एकम् उदाहरणं दत्तमस्ति. विश्व ऊट् इति केनाट् बि ओपन्ड् आगच्छति तत्र. ऊट् इति शब्दः तत्र. परन्तु तत्र आदौ तु ऊ अस्ति न, अस्माकम् एच् वर्णे न आगच्छति, एच् प्रत्याहारे न आगच्छति, अतः बाधा कुत्र? न न न, एच् वर्णः इति नास्ति भगिनि अत्र, केवलं तत्र वार्ताकार मध्ये तु नास्ति न न भगिनि भगिनि वार्ता केवलम् एवम् एवम् अस्ति, तत्र पश्यतु तत्र एच् इति इन् एत् इत्यनयोः विशेषणम् ऊट् इत्यस्य प्रसक्तिः नास्ति तत्र, ऊट् इति ऊट् इति एव, एच् इति इण् एट् इत्यनयोः विशेषणम्, पुनः एत् एदति इति तत्र एति एदति सुबन्तरूपाणि नाम तत्र तिङन्तरूपाणि नास्ति, तत्र सुबन्तरूपाणि तिङन्तरूपाणि सन्ति न, किन्तु अत्र किन्तु सत्यं सत्यं, किन्तु अत्र सुबन्तरूपाणि वार्तिकेण धातुनिर्देशे स्टिप् प्रत्ययोः भवति इति उक्तमस्ति, नाम तद् अहं न अवगतवती, अहमपि न अवगच्छामि भगिनि. इक्ष्टिपो इत्युक्ते इक् इति प्रत्ययः, स्टिप् इति प्रत्ययः, तयोः समस्तपदं भूत्वा इक्ष्टिपौ इति द्विवचने, इक्ष्टिपौ द्विवचने धातुनिर्देशे भवन्ति इति अर्थः. प्रत्ययः एवं वा? इक् इति प्रत्ययः अस्ति, अत्र स्टिप् इत्यस्य एव उपयोगः कृतं, किन्तु इक् इति अपि प्रत्ययः अस्ति, तस्य अपि सूत्रेषु उपयोगः भवति. अतः तत्र धातुनिर्देशे अतः एतिश्च एदतिश्च उट् च तेषाम् इतरेतरद्वन्द्वः समासः इति कृत्वा एतेदत्यूटः यूट्सु, तदनन्तरं यूट्सु इति तत्र तेषु इति कृत्वा तत्र सप्तमी सप्तमी, अतः तत्र एतत् सूत्रं सूत्रे एकमेव पदमस्ति, किन्तु तत् सप्तमी अस्ति, नाम सप्तमी नाम पूर्वकार्यं भवति, पूर्वकार्यम् अस्ति, अतः तत्र पूर्वकार्यं नाम तत्र द्वितीयवर्णः सन्धिकार्यमध्ये द्वितीयवर्णः, ततः तत्र एति भवेत् अथवा एदते भवति अथवा ऊहः इति किमपि अस्ति चेदेव तत्र एतस्य सन्धेः कार्यम् अत्र भवति, अपि तत्र नाम तत्र वृद्धिसन्धेः अपवादः यः अस्ति सः सन्धिः अत्र न कार्यं करोति, तस्य पुनः अपवादः एषः सन्धिः अस्ति. घूम फिर के वापस उदरी कुत्ते का पूंछ आता है इति अस्ति भगिनि, अतः एव तत्र वृद्धिकार्यमेव कर्तव्यं न, किमर्थम् अन्यत्र गत्वा पुनः तत्र एव आगच्छामः? सत्यं भगिनि, किन्तु वदतु भगिनि. इन् धातोः यदि प्रथमपुरुष द्विवचन इतः भवति तर्हि तद् न स्वीकरणीयम्, एक यत्किमपि ए वर्ण प्रारम्भे अस्ति ते एव रूपाणि स्वीकर्तव्यं वा, उप अधिक एति उप अधिक इतः न स्वीकर्तुं शक्नुमः? न न न न, हा के अपि यत् यत् ए आरम्भे अस्ति इति अपि न, केवलं तत्र धातु एच् अपि इन् धातोः ये ये रूपाणि एच् आदि ओ ऐ औ एच् आम् आम् आम् तानि एव स्वीकरणम् अवगतं, धन्यवादः. इन् इस् अ कन्फ्यूसिङ्ग् धातु, इन् धातु बहु कष्टं ददाति. सत्यं सत्यं, अतः तत्र यत् पेज् 22 मध्ये दत्तमस्ति तस्य विवरणम् अत्र प्राप्तवन्तः, नाम प्रकृतिभावः इति यदस्ति तत्र 22 पेज् मध्ये, तस्य तस्मात् पूर्वं यत् उक्तमस्ति अस्य अपवादः इति, तस्य विवरणं एतावत् गीताप्रवेशे गीताप्रवेशे अस्य अपवादः एकारादौ इन् धातौ एद् धातौ च परे पररूपं न किन्तु रुद्धिरेव तस्य विवरणम् उप अधिक इति उपेति आम् तस्य विवरणम् अत्र दत्तम् किन्तु इदानीं तत्र पुनः प्रश्नः अस्ति तत्र नाम यत् तत्र अन्ते तत्र अनन्तरम् अन्यत् उदाहरणमस्ति तस्य अपि तत्र षष्ट अधिक ऊहः हा तदनन्तरं न पूर्वं तत्र शिवाय ॐ नमः इति आसीत् पररूपसन्धि मध्ये उदाहरणम् अग्रे इदानीं तस्य विवरणम् अग्रे अतः तत्र पेज् 22 मध्ये यत्किमपि अस्ति तस्य विवरणम् अस्मिन् भागे लभ्यते अस्तु तर्हि तत्र अन्य कोऽपि इदानीं पठति वा तत्र नरेश महोदय अग्रे पठति वा आं महोदय अग्रे ओमाङ्गोश्च अवर्णात् ओमि आङ्गि च पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात् ओमि आङ्गि च आक्परे पररूपम् एकादेशः स्यात् वृद्धिरचि अकः सवर्णे दीर्घः इत्य अपवादः ओम् इति अव्ययपदम् इति उपसर्गः ओम् च आङ् च ओमाङ्गो द्वन्द्वसमासः तयोः ओमाङ्गोः ओमाङ्गोः सप्तम्यन्तम् च अव्ययपदम् द्विपदम् सूत्रम् आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एङ्गि पररूपम् पररूपम् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आत् ओमाङ्गो च पूर्वपरयोः एकं पररूपं संहितायाम् अत्र सूत्रमस्ति ओमाङ्गोश्च ओमाङ्गोश्च किम् अस्ति अवर्णात् ओमि आङ्गि पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात् प्रथम तु पूर्वपदे अवर्णः अस्ति अवर्णः आकारः तत्र अग्रे उत्तरपदे ओमि आङ्गि अस्ति ओमि किमस्ति तत्र पररूपम् एकादेशः भवति अग्रे ओमि आङ्गिविषये दत्तमस्ति ओम् तत्तु अव्ययपदमस्ति आङ् उपसर्गः अस्ति अतः अवर्णात् परे ओमि अथवा आङ्गी अस्ति चेत् तत्र पररूपम् एकादेशः भवति एतत् तत्र वृद्धिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादः सामान्यतया तत्र पूर्वम् अकारः अस्ति परम् ओकार अस्ति चेत् वृद्धि भवेत् अपि च पुकारः अस्ति चेत् परम् आङ् अस्ति चेत् तत्र सवर्णदीर्घसन्धिः भवेत् परन्तु अकारः परे ओम् अथवा चेत् तत्र पररूपम् आदेशः भवति, तत्र कोऽपि वृद्धि अथवा दीर्घ सवर्णसन्धि न भवति. अत्र किञ्चित् अनुवृत्तिः सन्ति, तत्र अनुवृत्तिसहितसूत्रं दत्तमस्ति, आत् ओमाङ्गोः च पूर्वपरयोः एकं पररूपितायां. पूर्वम् अकारः अस्ति, परे ओम् अथवा अङ्गः अस्ति, तत्र एकः पररूपं भवति. अग्रे तस्य उदाहरणं दत्तमस्ति, शिवाय ओम् नमः, नमस्कारात्मकं वाक्यं शिवाय योग ओम्. आद्गुणा अस्ति चेत् शिवायौ भवति, परन्तु अत्र नास्ति, अत्र वृद्धिरेचि नास्ति, अत्र ओमाङ्गोश्च शिवायों नमः स्यते, न तु कोऽपि वृद्धि अथवा गुणकं भवति. शिवायों नमः, शिवायों नमः. तत्र ओम् इति अग्रे परे अतः अग्रे शिव योग आङ् आङ् इति उपसर्गः अस्ति, योग इहि शिव योग आ योग इहि महाभाष्ये धातु उपसर्गयोः अन्तरङ्गवात् अन्तरङ्गत्वा आ योग इहि इति प्रथमं का आद्गुणः योग. अत्र आयोग इहि तत्र आद्गुणः गुणकार्यं भवति, आयोग एहि भवति. अतः शिवयोग आङ्गयोग तत्र शिव योग एहि भवति. तादिवेच्च इत्यनेन एकारः आयोग इ इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्गत्वं स्वीक्रियते. अकः सवर्णदीर्घः इति प्रभाद पररूप आदेशः इ. अत्र आयोग इहि एहि भवति, अतः यो एहि शिवेहि भवति इति अस्ति. अस्तु शिवेहि इति अस्तु. अतः तत्र इदानीं तत्र मम तत्र करपत्रस्य पठनेन तत्र परिचयः लभ्यते खलु, नाम तत्र तत्र कानि सूत्राणि अत्र कार्यं कुर्वन्ति इति तत्र किञ्चित् अवगमनं भवति. यद्यपि तत्र सम्यक्तया सर्वं तत्र तस्य सम्पूर्ण अवगमनं तु न भवति, किन्तु किं किम् अस्ति तत्र सन्धिकार्ये, तत्र अनेकानि सोपानानि सन्ति. हा, वयं केवलं तत्र अन्तिमरूपं किम् इति एव पश्यामः, किन्तु मध्ये तत्र अनेकेषां तत्र सूत्राणां तत्र कार्यं कृत्वा तत्र प्रक्रिया या अस्ति तत्र तस्य परिचयं प्राप्नुमः अत्र तावदेव. अस्तु, इदानीं तत्र समीचीनं वा तत्र एतावत् महोदय? अत्र शिवाय ओम् अकार ओकारयोः स्थाने आद्गुणः तस्य प्रसक्तिः कुत्र आगच्छति? वृद्धिकार्यमेव कर्तुं शक्नुमः न? शिवाय तत्र लिखितमस्ति आद्गुणः इति प्रबाद्य कथम् तत्र आयोगः इ इत्यस्य आद्गुणः ए इति इ कुत्र अस्ति? हा ओ अस्ति शिवयोगः आयोगः इः द्वितीय उदाहरणं द्वितीय उदाहरणे तत्र ओ ओम् ओ ओकारस्य इकार आकार इकार इति विभजनमस्ति वा? न, प्रथमे उदाहरणे शिवाय योगः ओम् इति एव अस्ति, तत्र पृच्छति वा भगिनी? तत्र अहं पश्यामि शिवाय ओम् यदा अहम् ओम् विषये निष्कासयामि केवलम् ओकारस्य स्वीकरणं करोमि शिवाय तत्र अकारस्य स्वीकरणं करोमि अकार ओकारयोः तु आद्गुणम् उपयोगं नास्ति न केवलं वृद्धिकार्यस्य कृते अस्ति न वर्णाः शोभगिनी तत्र करपत्रे शिवाय ओं नमः इति तस्य प्रथमम् उदाहरणम् प्रथमम् उदाहरणं तत्र पश्यतु तत्र नमस्कारात्मकं वाक्यम् परन्तु तत्र दत्तमस्ति रुद्धिरेचि प्रबाद्य ओमाङ्गोश्च प्रथमम् आद्गुणः एव आद्गुणः रुद्धिरेचि तत् अहं स्वीकरोमि परन्तु आद्गुणः प्रबाद्य कथम् अवर्ण तच् वर्णे परे पूर्वपरयोः एकः गुणः अकार ओकारयोः गुणकार्यं तु न भवति न भवति तदेव अहं चिन्तितवती तत्र अकार ओकारयोः किन्तु तत्र आद्गुणः क्षम्यतां भगिनी आद्गुणः इति तत्र तस्य फलितार्थः न किन्तु साक्षात् सूत्रस्य अर्थः कः तत्र अवर्णात् अचि परे सूत्र तु वदति अवर्ण अचि अत्र अचि तु अस्ति परन्तु अचि एव अस्ति अतः एव तत्र परन्तु वृद्धिरचि तस्य अपवादः अस्ति आद्गुणस्य अपवादः अस्ति अत्र वृद्धिरेचि अपि कार्यं न करोति अतः उमाङ्गोश्च अस्ति परन्तु तु आद्गुणः अस्ति अवर्णात् परे अच् वर्णः अस्ति चेत् आद्गुणः अचि परे समीचीनं महोदय तर्हि मीनाक्षी भगिनी तत्र आद्गुणः इति फलितार्थः तु तत्र इकि परे इति किन्तु साक्षात् सूत्रं पश्यामश्चेत् तत्र पश्यामः चेत् अतः एव तत्र आद्गुणः इति प्रबाद्य तद् कार्यं कर्तुम् इच्छति किन्तु तत्र प्रबाद्य वृद्धिरेचि इति कार्यं कर्तुम् आगच्छति पुनः वृद्धिरेचि कार्यं मास्तु इति ओम् अङ्गोश्च इति कुर्मः चेत् ओके इति नाम तत्र कुत्रचित् फलितार्थस्य उपयोगः कुत्रचित् साक्षात् तत्र लिटरल् यत् सूत्रं वदति तस्य अर्थः स्वीकर्तव्यः इति मन्ये अत्र उदाहरणं दृष्ट्वा तादृशं चिन्तनं भवेत् इति अवगच्छामि तावदेव अत्र वदतु सन्धेः वृद्धिसन्धेः यत् विवरणमस्ति तत्रापि दत्तमस्ति पेज् नम्बर् 2 अत्र वृद्धिरेचि इदं सूत्रम् आगृढः इत्यस्य अपवादः. समीचीनं भगिनि. समीचीनं. तदेव अस्ति. सत्यं सत्यं. समीचीनं. अतः तत्र आद्गुणः इति कार्यं कर्तुम् इच्छति किन्तु रुद्रेति इति तद् बाधां स्थापयति. अस्तु, समीचीनमस्ति. अतः तत्र अस्मिन् करपत्रे किञ्चिदेव तत्र इदानीं तत्र पठितव्यम् अस्ति, नाम प्रकृतिभावः इति. अपि तत्र शाकल्यस्य इति तस्य अपि किञ्चित् विवरणम् अस्ति. तद् अग्रिमे सप्ताहे पठित्वा तदनन्तरं तत्र हल्सन्धेः यत् उदाहरणानि, तत्र व्यञ्जनसन्धिः यत् अस्ति, तत्सर्वं गीताप्रवेशे पठामः. तस्य अनन्तरं तत्र कुर्मः अथवा तत्र एकमेकं सन्धिः पठनं कृत्वा, सन्धेः पठनं कृत्वा गीताप्रवेशे करपत्रे अपि तस्य विवरणं पठामः. किं चिन्तनं? हल्सन्धेः तत्र कार्यसमये किम्? आं महोदय, इत्युक्ते भवान् उक्तवान् यानि सूत्राणि वयं पठितवन्तः तेषाम् अभ्यासान् कृत्वा हल् सन्धेः विषये यदा आगच्छति तदा हल् सन्धेः विषये अपि तस्य करपत्रे पठामः इति खलु. किन्तु तत्र मार्गद्वयम् अस्ति, नाम यथा वयम् अच्सन्धिमध्ये किं कृतवन्तः, सर्वं तत्र सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः सर्वं पठितवन्तः, तदनन्तरमेव सूत्राणां तत्र पठनं कृतवन्तः. तथैव कुर्मः वा अथवा तत्र हल्सन्धेः तत्र व्यञ्जनसन्धिपाठे तत्र स्तुत्वसन्धि इति पठितवन्तः, अतः स्तुत्वसन्धि अनन्तरं किं तत्र सूत्रस्य करपत्रे यत् सूत्रमस्ति तस्य पठनं कुर्मः, तदनन्तरं पुनः तत्र अग्रे तत्र नूतनसन्धिः यत् किमपि भवति तत्र जष्ट्वसन्धिः तदा तदनन्तरं. आं महोदय, तदेव समीचीनम् इति मम चिन्तनम् अपि. सन्धिसूत्राणि पठित्वा अभ्यासं कुर्मः चेत् सम्यक् भवति इति. अस्तु अस्तु, तर्हि तत्र तादृशं मम चिन्तनं तु तादृशमस्ति. अस्तु, अन्येषां चिन्तनं किं तत्र नाम किञ्चित् किञ्चित् तत्र गीताप्रवेशे कुर्मः वा किं भगिनि? प्रकृतिभावः अग्रिम न तत् कुर्मः, तत् कुर्मः तदनन्तरं करपत्रे दत्तमस्ति न प्रकृतिभावः, तत् कुर्मः भगिनि, तत् कुर्मः तदनन्तरं प्रकृतिभावः इति अग्रिमे सप्ताहे समापयामः. व्यञ्जनसन्धि न दृष्टं वा अत्र? अत्र नास्ति, किन्तु तस्य अन्यकरपत्रम् अस्ति. अतः प्रश्नः, अतः प्रश्नः अस्ति तत्र व्यञ्जनसन्धि हल्सन्धेः पठनं कथं कुर्मः, एकमेकं सन्धेः तत्र सूत्रस्य पठनं कृत्वा गीताप्रवेशे उदाहरणानि सर्वं तत्र तत् कुर्मः वा, अथवा अथवा गीताप्रवेशे सम्पूर्णतया तत्र व्यञ्जनसन्धेः पाठं सम्पूर्णतया पठित्वा तदनन्तरं करपत्रस्य पठनं कुर्मः वा इति? न महोदय, पूर्वमेव पठामः, प्रथमचिन्तनमेव अस्ति. गीतासोपाने व्यञ्जनसन्धिसम्पूर्णं कृत्वा करपत्रे आगच्छामः चेत् अस्माकम् अवगमनं किञ्चित् ग्लोबल् भवति, कारणं प्रति व्यञ्जनसन्धिविषये एकमेकम् एवं सूत्रं वयं पठामः चेत् देर् आर् अदर् इण्टर्फियरिङ्ग् फ्याक्टर्स्. अस्तु, तर्हि पश्यामः, तर्हि तत्र अग्रिमवर्गे पश्यामः कुर्मः सन्धि एवं तु आगच्छति परन्तु पश्यामः तर्हि तत्र अग्रिमे सप्ताहे अपि सन्ति न केचन पायिण्ट्स्? सत्यं सत्यं सत्यं न अहं चिन्तयामि भवान् न वदति एकमेव सूत्रं नीत्वा इति, किन्तु अभ्यासात् पूर्वं सूत्राणि पश्यामः इति उक्तवान् इति मन्ये. हा इति तावदेव नाम सन्धिः तत्र यत्सन्धिः सवर्णदीर्घसन्धिः तस्य विवरणं सम्पूर्णतया पठित्वा सूत्रसहित दृष्टिः करपत्रे तत् सम्पूर्णतया पठित्वा तदनन्तरं वयम् अवगच्छामः सूत्रं किं वदति इति. इदानीं तत्र गीताप्रवेशे उदाहरणानि यदि पश्यामः तत्रापि विवरणं पठामः तदा अवगमनं समीचीनं भवति इति मन्ये, खलु? तत्र पल्लवी भगिनी निवेदिता भगिनी किं चिन्तयन्ति? पर्वं प्रथमं करपत्रं तदनन्तरं तत्र गीताप्रवेशे यद् उदाहरणानि सन्ति तेषां पठनं. अस्तु समीचीनं. निवेदिता भगिनी तत् अङ्गीकरोति वा भवती अपि समीचीनम् इति अथवा प्रथमं करपत्रम्? हा अस्तु भगिनि, अस्तु समीचीनं तर्हि. अस्तु समीचीनम् अस्ति तर्हि तदेव कुर्मः. अतः तत्र अस्मिन् करपत्रे तत्र प्रकृतिभावः इति एकः भागः अस्ति, तत् पठित्वा अग्रिमे सप्ताहे तदनन्तरं तत्र हल्सन्धिः करपत्रं पठित्वा गीताप्रवेशे उदाहरणानि पठामः तर्हि. अस्तु समीचीनं. नो चेत् तत्र सूत्रपठनम् अपि उदाहरणं तत्र मेलनं न भवति चेत् तत्र मनसि सम्यक्तया स्थापितं न भवति इति मम चिन्तनं तावदेव. अस्तु समीचीनं. तर्हि तत्र शोभगिनी भवती वा तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा तदनन्तरं समापयामः. आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः महोदय. नमस्कारः.